सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति हल्सन्धिः प्रथमः भागः इति। तत्र अस्माकम् अभ्यासः जायमानः अस्ति। तत्र संस्त् अथवा दुह् धातुः अपि अस्माभिः कृतं खलु, दुह् धातुः विद् धातुतः कुर्मः। तर्हि लङ्लकारस्य तिप्रत्ययपरे रूपं कल्पनीयं, सिपि विद्यते चेत् तदपि वक्तव्यम्। अदादिगणे शास् वच् मृज् संस्त् दुह् इति कृतम्। इदानीं विद् धातोः रूपं तत्र किं, सूर्यकुमारी भगिनी वदति वा विद् धातुरूपाणि लङ्लकारस्य? क्षम्यतां भगिनी, कुत्र करपत्रमस्ति? हल्सन्धिपाठः प्रथमः भागः अन्ततो गत्वा तत्र अभ्यासः इति अस्ति खलु, अन्ततो गत्वा तदेव वयं पठन्तः स्मः खलु। तर्हि तत्र किम् अन्तिमभागं दुर्वी वृद्ध तत्र न तत्र इतिहासः इति अस्ति। इति हलन्तेभ्यः धातुभ्यः लङ् लकारस्य तप्रत्ययः स्वप्रत्ययः इत्यनयोः योजनविधिः अभ्यासः अस्ति। अत्र अरुणा भगिनी प्राप्तं वा? भगिनी नमस्कारः। विद्धातु भगिनी प्रथमं लङ् लकारे अटाङ्कम् भवति, लङ् लुङ् लुङ् उदात्तोः इति सूत्रेण अविद् भवति। अविद् योगति पकार पित्त अस्ति अत्र गुणं भवति। अवेद् भव अवेद्योगः अवेद्योगः पकारलोपः भवति। हल्नाभ्यो दीर्घात् स्तुति च प्रोक्तं हल्ना स्तुतेन पकारलोपः भवति, अङ्ग अङ्ग प्रथम भवति। अवेद् अवेद् अवेत् इति रूपद्वयम् अस्ति। सिपि कथं भवति? सिपि सिपि अत्रापि अवेद् भवति प्रथमम्, अवेद् योगः सकारलोपो भवति। अत्र रूपं समानमेव अवेद् अवेद् ओ सिपि सिपि धातो सूत्रेण तत्तु सकारान्तम् अस्ति खलु खलु, सिपिदातोरुर्व इति सकारान्तं पदम्, अत्र सकारान्तं नास्ति खलु। अवेत् अवेद् अनन्तरं तृतीयं रूपम् दश इति सूत्रमस्ति खलु, दश दश इति सूत्रेण दकारस्य रु आदेशः, रु आदेशः, सकारः नास्ति, रु आदेशः। तस्य रुः तेन विसर्गः अवेः अवेः इति एकं रूपम्, अन्यस्मिन् पक्षे दकारः। अतः त्रीणि रूपाणि वावसाने इत्यनेन विकल्पेन अन्यत् रूपम् अवेत्। तर्हि अवेः अवेद् अवेत्। अस्तु समीचीनम्। अस्तु तर्हि हन् धातोः इदानीं सूर्यकुमारी भगिनी सिद्धा अस्ति वा? भगिनी मया करणीयं भगिनी न सूर्यकुमारी भगिनी सिद्धा अस्ति वा इदानीं? न भगिनी, प्रथमभागः हल्सन्धिपाठः तर्हि अष्ट प्रथमभागः खलु, किम् अष्टबिन्दुः अष्टबिन्दुः कुत्र अस्ति? अष्टबिन्दुः वदामि, आमां सत्यम्, अष्टमबिन्दुः प्रथमः भागः तत्र वा इट् इस् 06 08 06 08 तत्र अन्ततो गत्वा ओके तर्हि इदानीम् उषाभगिनी करोतु, भवती सिद्धा भवतु. हन् धातुः नकारान्त धातुः लङ् रूपम् अहन् इति भवति. अहन्योगः तकारः हल्याभ्यो दीर्घातुतिस्य प्रक्तं हल् इत्यनेन तकारस्य लोपः. तकारस्य लोपात् अनन्तरं मकारान्तधातोः कृते एव मोनो धातोः नकारान्तधातुः कार्यं नास्ति, अहन् एव भवति. अपि च सकारः मध्यमपुरुषस्य सकारः अपि अहनेव भवति, कार्यं नास्ति इति चिन्तयामि. केवलम् एकमेव कार्यं हल्याभ्यो दीर्घस्थितिस्य प्रक्तं हल्. अस्तु भगिनि, अस्तु तर्हि किं विजयलक्ष्मी भगिनी अग्रे वश् धातुः. वश् धातु वष्टि इति भवति खलु? कथं प्रक्रिया? सिप् प्रत्यये परे तिप् प्रत्यये परे प्रथमतया सारि हा पित् तिप् प्रत्यये परे धातु अस्ति वश् अवश् तत्र त आयाति शकारस्य तत्र तत्सूत्रमस्ति खलु व्रश्च भ्रश्च सृज विज तत्सूत्रेण शकारस्य मूर्धन्यशकारादेशो भवति. प्रथमं तु तकारस्य लोपः भवति हल्ज्ञाभ्यो दीर्घात् श्रुतिश्च प्रक्तं हल् इति सूत्रेण. अनन्तरं शकारस्य मूर्धन्यशकार आदेशः भवति व्रश्च भ्रश्च सृज मृज यज राज ध्राज छशां शः. अनन्तरं मूर्धन्यशकारस्य जष्त्वं जलां जशोन्ते इत्यनेन जष्त्वं भवति अवड् इति रूपं सिद्ध्यति. अवसाने अस्ति इति कृत्वा चत्वरूपमपि भवति अवट् अवड् वा अवसाने इति सूत्रेण. सिपि सिपि किमपि डिफ्रेन्स् नास्ति खलु भगिनि तावदेव? आमाम् अवश् अवड् अवट् रूपद्वयमस्ति खलु अवट् इति रूपद्वयम्. अस्तु शोभा भगिनी अग्रे द्विष्. आं भगिनि द्विष् इति धातुः अस्तु. द्विष् इति तत्र शकारान्तधातुः. इदानीं तत्र प्रथमम् अद्विष् योगः ता तत्र हल्याभ्यो दीर्घात् सुतिस्य प्रुक्तं हल् इत्यनेन तकारलोपः अद्विष् इति. इदानीं शकारान्तधातुः इत्यनेन तत्र जष्त्वं भवति जलां चषन्ते इत्यनेन द्विड् इति भवति. तर्हि अद्विड् अद्विड् इति भवति. तत्र पूर्वं तस्मात् पूर्वं किञ्चित् कार्यमस्ति अङ्गकार्यम्. हा ओ क्षमतां द्विष् इत्यत्र तत्र पुगन्तलघुपदस्य इत्यनेन गुणः भवति द्वेष् इति भवति. द्वेष् तर्हि इदानीम् अद्वेष् योगः तकारलोपः. तर्हि अद्वेष् इत्यत्र इदानीं जष्त्वं भूत्वा डकारादेशः षकारस्य स्थाने अद्वेड् इति भवति. तदनन्तरं वावसाने चर्त्वम् इति तत्र अद्वेट् डकारः अस्ति अद्वेट् इति अपि भवति रूपद्वयं. सम्यक् सम्यक् अस्तु सरस्वती भगिनी अग्रे. आं भगिनि धातु अस्ति दिह तर्हि दिह पुनः लुङ् लङ् लुङ् षोडदात्तः इत्यनेन अडागमः अद्यन्तटकितौ अडागमः अकेवलम् अवशिष्यते अदि भवति अदिह तदनन्तरं टिप् अस्ति तर्हि पकारस्य लोप सि केवलं सकार अवशिष्यते इतश्च इत्यनेन सकार अस्ति इगन्त उपधायामस्ति इगन्त् अस्ति अतः अदेह भवति अदेह योगतकार हल्याभ्य दीर्घस्तुतिस्य पूर्वं हल् इत्यनेन तकारस्य लोपः अदेह भवति इदानीं ह हकारान्त अस्ति तर्हि होढः भवितुम् अर्हति परन्तु तस्य तद् बाधयित्वा दकारादि अस्ति धातु अतः होढं प्रभाद्य दादेर्धातोर्घः इत्यनेन हकारस्य स्थाने घकार आगच्छति तर्हि अदेघ् भवति अधेघ् तदनन्तरं जष्वसन्धि भूत्वा घकार अस्ति अथवा जष्वसन्धि भूत्वा तस्मात् पूर्वं किञ्चित् अस्ति दातेर्धातु होडः अपि कार्यं करोति न दादेर्दादोर् न न होडः न होडः प्रभाद्य दादेर्दातोर्गः तत् सम्यक् दीर्घ आम् तर्हि एकाचो भषो भष् झषन्तस्य ध्वोः इत्यनेन भष् भवति तर्हि तत्र अेग भवति निमित्तानि कानि थ्री फोर् अस्ति तदा इत्युक्ते बश् जश् अन्त अस्ति बश् प्रथम वर्णः अस्ति द्वितीयवर्णः भष् अस्ति तदा भवति तर्हि अत्र निमित्तम् अन्यत् निमित्तम् अस्ति खलु परपरनिमित्तम् अथवा अन्यत् निमित्तम् अत्र सोः अस्ति वा अत्र नास्ति तर्हि तिप् केवलम् अस्ति तर्हि अत्र न भवति परन्तु यदि सकार मध्यमपुरुषे एकवचने न तावदेव इति नास्ति खलु निमित्तं स्तोः इत्यपि अन्यदपि अस्ति निमित्तं चषन्तः पदान्त भवेत् पदान्ते अपि भवेत् पदान्त तु अस्ति अत्र तर्हि अत्रापि सूत्रस्य कार्यं भवति तर्हि अधेग् भवति तदनन्तरं अधेग् भूत्वा जश्व जलां जश्वन्ते अदेग् वावसाने अदेक् तर्हि अधेग् अधेक् सम्यक् सिपि मध्ये अपि तथैव समानकार्याणि समानकार्याणि सन्ति अस्तु सम्यक् तर्हि अग्रे सस् इति सूर्यकुमारी भगिनी सिद्धा अस्ति वा आं भगिनि क्षम्यतां भगिनि धातु अस्ति सस् लङ्लकार प्रथमपुरुषः तकार अस् असस् भवति हल्नाभ्यो दीर्घ श्रुति इत्यनेन तकारलोपः भवति ससजसूरुः इत्यनेन असः भवति न न अत्र इतोपि विशिष्टमस्ति कार्यं ससजसूरुः इति तु प्रसक्तमस्ति क्षम्यतां भगिनि तिप्यनस्तोः एकसूत्रं तिप्यनस्तेः तिप्यनस्तेः तिप्यनस्तेः सकारस्थाने दकार आयाति वा सत्यम् असद् भवति असद् दच्च इत्यनेन ऋत्वमपि भवति असद् दश्च इति सूत्रं तिपिपरे भवति वा सिपिपरे क्षम्यताम् असद् तत्र असत् भवति असद् भवति केन सूत्रेण असत् भावसाने इत्यनेन भावसाने इत्यनेन विकल्पेन चर्त्वं जस्तमपि भवति असद् भवति असद् अथवा असत् असद् सिपिपरे सिपिपरे असत् सकारलोपः भवति असत् तत्र सिपितु सिपोरुर्वा इत्यनेन सास्थाने रेफः भवति अस अस भवति असः भू आदेशः असः इति रूपम् सूर्व इत्यनेन विकल्पेन असः भवति अथवा अन्यस्मिन् पक्षे अन्यपक्षे असत् असत् भवति वा जलाञ्जस्व न विकल्पेन दकारादेशः अपि भवति खलु रूपद्वयं समुच्चयार्थे अस्ति सिपि धातु रूर्व इति असद् असः भवति अनन्तरं तदनन्तरं दच्च इत्यनेन पुनः असः भवति वा पुनः समानरूपमेव अधः असः एव भवति अतः दश्च इत्यनेन परिवर्तनं किमपि नास्ति सत्यं दश्च इत्यनेन भवतु असः इति एकं रूपम् अन्यत् रूपम् असः इति एकं रूपम् अन्यत् रूपम् असद् असत् असद् असत् असत् इति वावसाने त्रीणि रूपाणि त्रीणि रूपाणि असः असद् असत् इति क्षम्यतां भगिनि नास्ति चिन्ता समीचीनम् अस्तु अग्रिमः धातुः अस्ति चकास् महोदय पद्मनाभन् महोदय महोदय अस्ति वा हा महोदय हा महोदय इदानीं वदामि धातुः अस्ति चकास् अत्र लङ्लकारे प्रथमपुरुष एकवचनम् अत्र लङ् अस्ति अतः लुङ् लङ् लृङ् षडुदात्तः इति सूत्रेण अडागमः भवति अट् योगः चकास् अत्र टकारस्य संज्ञा लोपः इत्यनेन लोपः भवति अयोगः चकास् अचकास् इति भवति अत्र तकारः तिङ्गतिगन्धरूपमस्ति तकारः अत्र हल्ङ्याभ्यो दीर्घात् श्रुतिस्य प्लुक्तं हल् इति सूत्रेण अत्र तकारस्य लोपः भवति अचकास् इति भवति इदानीं पदसंज्ञां प्राप्नोति अत्र तिप्यनस्तेगे इति सूत्रेण अन्तिमसकारस्य स्थाने दकारादेशः भवति अचकाद् इति भवति अनन्तरं वा अवसाने इति सूत्रेण अत्र अचकात् इति भवति अनन्तरं प्रथमपुरुषद्विवचनमस्ति अचकास्थां देन् बहुवचनमस्ति न तत् सर्वम् अस्तु तत्र केवलम् इदानीं तिपि ततो तत्र सिपिपरे तिपिपरे तत्र कति रूपाणि तिपिपरे सिपिपरे रुवा रुवा इति विकल्पेन भवति न न इदानीं न तिपिपरे कति रूपाणि सिपिपरे तिपिपरे कति रूपाणि तिपिपरे रूपाणि द्वयमस्ति अचकात् अचकात् इति भवति सत्यं सत्यम् मध्यमपुरुषे अचकात् अचकात् इति भवति, अनन्तरं सिपि अनस्तेः इति सूत्रेण विकल्पि धातो रूर्वा, सिपि धातो रूर्वा, सिपि धातो रूर्वा इति सूत्रेण अत्र ऋकारः आगच्छति. अत्र सिप् अचखार् इति भवति, करवसानयोर्विसर्जनीयः इति सूत्रेण रेपस्य स्थाने विसर्गादेशः भवति, अतः अचकाः अचकात् अचकात् इति भवति. सम्यक् सम्यक् समीचीनं. तर्हि वंशी भगिनी इल्लेषु धातोः रूपं वदति वा? आं नमस्कारः भगिनि. नमस्कार. लेखधातुः अस्ति, हकारान्तधातुः अस्ति, प्रथमं तु अडागमः भवति, अलिह् इति भवति, तस्मात् गुणकार्यं भूत्वा अलेह् इति भवति. भुगन्तलघुपदस्य चतुसूत्रेण अलेह् इति भवति. लेह् इत्यस्मात् होडः इत्यनेन तत्र अन्ते हकारः अस्ति इति ढकारः अलेढ् इति भवति. अलेढ् इति यदा भवति तत्र जलां दृष्णन्ति इत्यनेन अलेड् डकारः भवति, तृतीयवर्णः भवति. तस्मात् वावसाने, हा वावसाने इत्यनेन रूपद्वयं भवति, अलेड् अपि च अलेट् इति रूपद्वयं भवति. भगिनि सिपि परे अपि भिन्नकार्यं किमपि नास्ति, यतोहि तत्र ओडः एव कार्यं करोति इति कारणात् तत्र रूपद्वयमेव, तत्रापि रूपद्वयमेव भवन्ति, अलेट् अलेट् इति भवति. सम्यक् सम्यक् समीचीनम्. तर्हि अग्रे जुहोत्यादिगणे शोभा भगिनी भवती वदतु. आं भगिनि, इदानीं जुहोत्यादिगणे धन् इति धातुः आरम्भे अस्तु. धन् इति धातुः नकारान्तधातुः, तर्हि तत्र धन् इत्यस्य दधन् दधन् इति भवति, तदनन्तरम् अकारस्य योजनेन अदधन्, तत्र नकारान्तधातुः इत्यनेन किमपि कार्यं नास्ति. अददन् इत्येव रूपमस्ति अत्र, सत्यं सत्यं, किमपि कार्यं नास्ति. अस्तु अग्रिममपि स्वीकरोतु. अस्तु अग्रे धन् इत्यस्मात् परं जुहोत्यादि खलु, हा धिष् धिष् इति धातुः, धिष् इति धातुः दिधिष् इति भवति द्वित्वं कृत्वा. दिधिष् इति शकारान्तधातुः, अतः तत्र इदानीं दिधिष् इत्यत्र पुगन् अडागमः, प्रथमतया अडागमः, अदिधिश् अडागमः, अट् योगः दिधिष् योगः ता, तत्र हल्न्याभ्युत्तिनेन तकारस्य लोपः, अडागमः दिधिष् इति अदिधिष् इति भवति. इदानीं तत्र गुणस्य प्रसक्तिः अस्ति, अतः अदिधेश् इति भवति. अदिधेश् तत्र षत्वं किं षकारः अस्ति अन्ते इत्यतः जष्त्वं भवति, जलां चषन्ते इत्यनेन अदिधेड् इति भवति रूपं. तत्र वावसाने चत्वम् इति भूत्वा अधि अदिधेट् किम् अदिधेट् इति अपि रूपं भवति. तर्हि रूपद्वयम् अदिधेड् अदिधेट्. सिपि परे, सिपि परे अत्र अदिधेड् इति किं शकारान्त कार्यं तु तत्र जष्त्वं छर्त्वं. तर्हि तत्र सिपि परे किम्, एकक्षणं भगिनि, सिपि परे सूत्राणि सन्ति पिप्यनस्तेः इति दकार, किन्तु तत्र हा सकारान्तधातूनां कृते अस्ति खलु, सकारान्तधातूनां कृते तिप्यनस्तेः सिपि धातोर्रुर्वा इति भवति. तर्हि तत्र तस्य प्रसक्तिः अस्ति वा? अत्र तु शकारान्तधातुः, अतः कथं प्रसक्तिः नास्ति खलु? नास्ति खलु, आम्. तर्हि सिपि परे किं रूपम्? सिपि परे एतदेव रूपं भवति तर्हि इति चिन्तयामि. समानरूपं, समानरूपं, हा. तर्हि तत्रापि अदिधेड् अदिधेट् इति एव रूपं भवति. सम्यक् वा? सत्यं सत्यं समीचीनं सम्यक् अस्तु धन्यवादः अस्तु धन्यवादः इदानीं निजुधातुः अनिमा अनिमा भगिनि नेनेज् नमस्कारः भगिनि नमस्कारः अनि नेज् पुगन्तलघुपदस्य अनिनेज् चोहोकुः अनिनेग् अनिनेग् वावसानि अनिनेक् इति भवति अत्र पुनः सूत्रम् अस्ति निजां त्रयाणां गुणः श्लौ अतः कुत्र गुणः भवति अन्ये तत्र नेज् इति अस्ति खलु निज् धातोः नेज् इति जातं तत्र आमां केवलं सूचनार्थं तत्र कदाचित् प्रश्नः भवितुम् अर्हति निज् धातुः अस्ति दित्तं भवति चेत् नी निज् इति भवेत् खलु कथं ने निज् इति अस्ति इति प्रश्नः चेत् तदर्थं तत्र सूत्रं अनेनेज् अनेनेग् इदानीम् अनेनेग् अनेनेक् इति रूपद्वयं सम्यक् सम्यक् अस्तु सिपि परे किमपि परिवर्तनमस्ति वा सिपि परे समानमेव तत्र प्रथमं पुगन्तलु लघुभतस्य इत्यनेन अनि ने नेज् भवति तदनन्तरं तदनन्तरं निजान्त्रयाणां गुणः श्लौ इति भवति अतः अनेनेज् इति भवति चुहुकुः अनेनेग् वावसाने अनेनेक् इति भवति सत्यं सत्यं समीचीनं उमा भगिनी अग्रे पठति वा तुर् तोतुर् भगिनी अस्ति वा उमा भगिनी हरि ओम् अस्तु अरुणा भगिनी पठतु भगिनि चुर् तोतुर् भवति दित्तं भवति तदनन्तरम् आगम अतोतुर् अतोतुर् यवत्तकार हल्नाभ्यो दीर्घचित्रेण तकारलोप भवति अतोतुर् अतोसगृह भवति भगिनि अतोतुः न तस्मात् पूर्वं तत्र अतोतुर् इत्यत्र अङ्गकार्यम् अतोतोर् गुणकार्यं सूत्रं पुगन्तलघुपदस्य अतो अतोतोर्हो भवति तदनन्तरम् अतोतोः इति रेफर् लोप रेफस्य स्थाने विसर्गः अक्कड संयोग नाहेत लोपः न भवति रेफः ससजुषोरुः इत्यनेन विसर्गः भवति करवसानयो विसर्जनीयः ससजुषोरुः न करवसानयो विसर्जनीयः करवसान अतोतोः इति रूपम् सिपि परे सिपि कार्यं समानं अतो रूपं समानमेव भगिनि आमां सत्यं सत्यं समीचीनं तर्हि इदानीम् उषा भगिनी अग्रे जन् धातुः जजन् जन् धातुः जजन् जजन् इति भवति द्वित्वं भवति श्लौ जुहोत्यादिगणे इत्यनेन श्लौ परे अस्ति इत्यनेन द्वित्वं भवति जजन् इति भवति अनन्तरं निजान्त्रयाणां गुणः पूर्वस्मिन् शब्दे ह्रस्वः इति कार्यं न भवति वा किम् अस्ति ह्रस्वः अभ्यासे वा अभ्यासे तोतुर् तस्य ओकारस्य आमामाम् उकारस्य ओकारादेशः तत्र गुणो गुणो किमस्ति गुणे तत्र एक अभ्यासकार्यमस्ति भगिनि इदानीं सूत्रं मनसि नायति तत्र तत्रैव दत्तमस्ति गुणो यङ्लुकोः गुणो यङ्लुकि सत्यं गुणो यङ्लुकि न तत्तु निज न तत्तु निजधातोः विषये अस्ति न तु तुर्धातोः तुर्धातोः गुणोयङ्लुकि सत्यं गुणोयङ्लुकि गुणोयक्लि यङ्लुकि दीर्घोकितः इति सूत्रद्वयं वर्तते यङ्लुगन्तधातोः अभ्यासस्य परिवर्तनार्थं गुणोयङ्लुकि दीर्घोकितः इति अत्र गुणोयङ्लुकि इत्यनेन उकारस्य उकारादेशः तोतुर् इति भवति अस्तु वदतु भगिनि क्षम्यतां तत्र गुणकार्यमस्ति किल तोत्तुर् इत्यस्मिन् तत्र प्रश्नः न अवगतः तत्र किं न भगिनि अत्र गुणकार्यं पुगन्तलघुपदस्य च इति गुणकार्यं तत्तु अस्ति परन्तु अत्र यदा द्वित्वं जायते तुर् इति धातुः द्वित्वं जायते चेत् तु तुर् इति धातुः किमर्थं नास्ति इति प्रश्नः किमर्थं तोत्तुर् ओ एवम् ओ अस्तु तत्र अत्र गुणः जातः अभ्यासस्य गुणः अभ्यासस्य अस्तु अस्तु अस्तु अन्य प्रश्नः अस्ति वा अस्तु भगिनि उषा भगिनि भगिनि तत्र यङ् लुक् तु नास्ति यङ् यगन्त नास्ति न केवलं वयं ज्योत्यादिगणस्य वयं पश्यामः चेत् तत्र यङ् लुक् किमर्थम् न एते ज्योत्यादिगणे गणीयधातुः दातवः सन्ति परन्तु तेषां यङ्लुगन्तरूपं वयं स्वीकृत्य वयं पश्यामः ददन् दिदिश् नेनेज् इति ज्योत्यादिगणीयधातोः यङ्लुगन्तरूपम् अस्तु भगिनि आक्षेपः इतोपि अस्ति वा अस्तु वदतु तत्र अदादिगणे अन्तिमधातु लिह् अस्ति खलु तत्र अन्यत् रूपमपि भवति वा षडोः कहसि इत्यनेन कुत्र हो डः डकारः तत्र सिपिपरे इति वदति वा आम् लेक् भवति वा न तत्र तु प्रत्ययस्य लोपः जातः खलु प्रत्ययलोपे प्रतिलक्षणम् इति तत्र कर्तुं न शक्नुमः इत्युक्ते तत्र सिप् इति प्रत्ययं निमित्तीकृत्य कार्यम् इति नास्ति खलु तत्र षडोः कासि इत्यत्र प्रत्ययलक्षणम् अपि भवति खलु प्रत्ययलक्षणं तु भवति परन्तु षडोः कासि इति सूत्रं प्रत्ययं निमित्तीकृत्य अस्ति वा प्रत्ययलोपे प्रतिलक्षणं कदा कर्तुं शक्नुमः यदा प्रत्ययं मत्वा किमपि कार्यं जायमानम् अस्ति प्रत्ययम् आधारीकृत्य कार्यं जायमानम् अस्ति षडोः कासि इति तादृशसूत्रं नास्ति यत्र सिप् इति प्रत्ययम् आधारीकृत्य जायमानं कार्यं नास्ति तत्र सि इति यत्र कुत्रापि सि इति वर्तते सकारे परे तत्र तु षडोः कासि इति भवितुम् अर्हति अतः प्रत्ययलोपे प्रतिलक्षणम् इति कर्तुं न शक्नुमः अतः षडोः कासि इति प्रसङ्गः अत्र नास्ति इति मन्ये ये अन्यत् रूपं कुत्रचित् पश्यति वा अन्यत् रूपं नास्ति अत्र रूप तिपि सिपि उभे अत्र समानरूपाणि अलेट् अलेड् इति रूपद्वयं धन्यवादः भगिनि हा षडोकासि इत्यस्य यद्यपि प्रसङ्गः अस्ति इति भाति परन्तु हल्याभ्यो दीर्घस्तुतिस्य प्रत्यम् हलित्यनेन सिप्रत्यस्य अपृक्तसंज्ञकस्य लोपः यदा भवति इदानीं प्रत्ययः नास्ति तर्हि सकारत्वं परे अस्ति इति स्थानिवद्भावेन सकारत्वं स्वीकर्तुं शक्यते वा अथवा प्रत्ययलोपे प्रतिलक्षणम् इत्यनेन कर्तुं शक्यते वा इति चेत् स्थानिवद्भावेन तु न शक्यते यतोहि सकारत्वम् इति तु अल्विधिः अस्ति प्रत्ययलोपे प्रत्यलक्षणम् इत्यनेन कर्तुं शक्यते वा इति प्रश्ने सति यत्र यस्मिन् सूत्रे प्रत्ययं निमित्तीकृत्य कार्यमस्ति तत्र एव प्रत्ययलोपे प्रत्यलक्षणम् अत्र तु प्रत्ययं निमित्तीकृत्य कार्यम् इति नास्ति अत्र षडोकासि इति वर्णकार्यम् अतः एव त्रिपाद्याम् अस्ति प्रत्ययमाधारीकृत्य कार्यं नास्ति अतः तत्र प्रत्ययलोपे प्रतिलक्षणम् इति कर्तुं न शक्यते सम्यक् वा? कथं गुणः भवति? कुत्र? पुगन्तलघुपदस्य इत्यनेन गुणः भवति खलु? कुत्र लिहि इत्यत्र वा? आं पुगन्तलघुपदस्य इत्यनेन गुणः भवति लेह् इति भवति. तदनन्तरं होडः इत्यनेन हकारस्य डकारः अलेड् इति भवति. षडोकासि इत्यस्य प्रसङ्गः नास्ति, तर्हि जष्ट्वमेव भवति. तत्र जलां जष्वन्ते इत्यनेन ढकारस्य तत्र टवर्गस्य तृतीयवर्णः डकारः वा अवसाने इत्यनेन टकारः अलेट् अलेड्. किम् अवगतं वा अथवा इतोपि भ्रमः अस्ति वा? अवगतं भगिनि. भवत्याः ध्वनिं श्रुत्वा तथा नास्ति, मम सन्देहः अस्ति भवती अवगतवती वा न वा इति. किम् इदानीम् अलिह् इति धातुः अस्ति खलु, बहु सरलमस्ति. अलिह् इति धातुः अस्ति, गुणः भवति पुगन्तलघुपदस्य च अलेह् इति भवति. तावत् अवगतं खलु? आं भगिनि. इदानीं हकारान्तधातुः अस्ति, अतः होडः इत्यनेन ढकारादेशः, महाप्राणढकारः, चतुर्थः वर्णः अलेड्. इदानीं तत्र जष्ट्वं, जलां जष्वन्ते इत्यनेन जष्ट्वम् अलेड्. तदनन्तरं चर्त्वं वावसाने इत्यनेन पदम् अस्ति, चर्त्वं जायते अलेट् इति. रूपद्वयं. भवती नाटकं करोति खलु, भवती जानाति? न भगिनि. भवती अवश्यं जानाति, अहं जानामि भवती जानाति इति. अस्तु, उषा भगिनि. जन् धातु जजन् इति भवति, जुहोत्यादिगणे द्वित्वम् अस्ति जजन्. यङ् लुगन्त धातु जजन् इति अस्ति. लङ् रूपम् अजजन् प्रथमम् अडागमः, अजजन् योगः तकारः, हल्ङ्याभ्यो दीर्घाचतुष्य प्रथम हल् इत्यनेन तकारस्य लोपः. अजजन् अजजन् एव तिष्ठति, पदान्त नकारः अस्ति, कार्यं नास्ति. अजजन् प्रथमपुरुष एकवचनं, तथा एव मध्यमपुरुष एकवचनमपि अजजन् एव अस्ति. सत्यं सत्यम्, अत्र किमपि वस्तुतः कार्यमेव नास्ति. अग्रिमं स्वीकरोतु. रुदादिगणे विच् इति धातु, रुदादिगणे अस्ति इत्यनेन विनच् इति भवति. नुम् आगमः, मकारागमः श्नम् प्रत्ययः, मकार मितचोन्त्यात् परः इत्यनेन विनच् इति भवति. विनच् इति धातु लका लङ् रूपम् अविनच् प्रथमम् अडागमः, अविनच् योगः तकारः, अविनच् योगः तकारः, गुणकार्यं नास्ति. चका उपदा नकारः एव दृश्यते, नकारः नास्ति अकारः एव दृश्यते, अकारः दृश्यते इत्यनेन गुणकार्यम् अविनच् एव, अविनच् तकारः, अविनच् तका हल्ङ्याभ्यो दीर्घाचुतिष्य प्रथम हल्. अविनच् चकारान्तधातु, चकारान्तधातु पदान्तचकारः, अविनच् सो तत्रापि अविनच्छोः कुः अथवा भ्रश्च भ्रश्च चोः कुः बाधित्वा चशांशः इत्यनेन भवितुम् अर्हति. कुत्र अस्ति चशांशः? कुत्र अस्ति चशांशः? अल्पप्राण चकारः एव अत्र अस्ति, महाप्राणचकारः नास्ति. सो भ्रश्च भ्रश्च सृजो मृज यज राज तत्रापि नास्ति, उल्लेखः नास्ति. चोः कुः एव कार्यं करोति. विनच् इति अविनक् भवति, अविनग् भवति जलां जशोन्ते इत्यनेन. न अविनक् चोः कुः जलां जशोन्ते इत्यनेन अविनग् भवति. अनन्तरं वावसाने इत्यनेन अविनक् अपि अस्ति. अविनक् अविनग् प्रथमपुरुष एकवचनम् अपि च मध्यमपुरुष एकवचनमपि तथा एव अविनक् अविनग् सम्यक् सम्यक् समीचीनम् अस्तु समीचीनं तर्हि इदानीं विजयलक्ष्मी भगिनी युनज् आं भगिनि तत् सूत्रं भ्रश्च भ्रश्च युज्य किमस्ति भगिनि विस्मृतवती भ्रश्च भ्रश्च भ्रश्च सृज मृज यज राज ब्राज चषांसः यज इति अस्ति युज तु तत्र नास्ति अस्तु अत्र युज इत्यस्य किम् अन्तिमरूपं युनज् युनज् युनज् युनज् अडागमः भवति अयुनज् योगः तकारः हल्ज्ञाभ्यो दीर्घात् श्रुतिश्च प्रथम हल् इत्यनेन तकारस्य लोपः अयुनज् इति अवशिष्यते इदानीं चोः कुः एव कार्यं करोति जकारस्य गकारादेशः गकारः भवति कवर्गीय तृतीयः वर्णः अतः अयुनग् इति भवति अवावसाने अयुनक् तावदेव सिपि अपि समानमेव रूपद्वयं रूपद्वयम् अयुनक् अयुनग् सत्यं सिपि परे समानं सिपि परे समानं तत्र भेदः नास्ति अस्तु सम्यक् तर्हि अग्रे सरस्वती भगिनी आं भगिनि धातुः अस्ति छिद् रुदादिभ्यः श्नम् इत्यनेन श्नम् आगत्य तत्र रूपं भवति छिनद् अडागमः भूत्वा अछिनद् भवति सिप् अस्ति तकारः अस्ति तर्हि अत्र पुगन्तलघुपदस्य च इत्यनेन कार्यं नास्ति अतः अछिनद् योगतकारः एव हल्याभ्युदीर्घश्रुतिस्य प्रोक्तं हल् इत्यनेन तकारस्य लोपः अछिनद् दकारान्तपदान्त अस्ति इदानीं दकारान्तः अस्ति अतः अत्र तिप् परे केवलं तत्र अच्छिन्नद् एव जलं जषन्ति तु कार्यं नास्ति दकारे एव अस्ति तर्हि वावसाने इत्यनेन विकल्पेन अच्छिन्नत् भवति तर्हि अच्छिन्नद् तथा अचिन्नत् एवं रूपद्वयं परन्तु सिपि परे मध्यमपुरुष एकवचनस्य सिपि परे पुनः सकार तत्र अछिनद् योग सकार हल्याभ्युदीर्घस्तुतिस्य कृतं हल् इत्यनेन सकारस्य लोपः अछिन्नद् अस्ति तत्र दश्च सूत्रेण तत्र पदान्तदकारस्य स्थाने विकल्पेन रु आदेशः भवति तर्हि अछिन्न रु तत्र पुनः अनुबन्धलोपे रेफः तथा खरवसानयोर्विसर्जनीयः इत्यनेन रेफस्य स्थाने विसर्गः तर्हि अछिन्नः भवति विकल्पे पक्षे अछिन्नद् पुनः वावसाने अछिन्नत् तर्हि रूपत्रयम् अत्र अछिन्नद् अछिन्नत् अछिन्नः अस्तु भगिनि आमामां सम्यक् सम्यक् बहु सम्यक् समीचीनम् अस्तु पद्मनाभन् महोदय अग्रे ऋणद् अस्ति वा महोदय पद्मनाभन् महोदय अस्तु सूर्यकुमारी वदतु वदतु ऋणद् हा वदतु ऋणद् धातु अस्ति अत्र लङ्लकारे अडागमः भवति अरुणद् इति भवति अत्र दकारः अन्ते अस्ति, अतः अत्र दकारः जलां दशन्त इति सूत्रेण दकारः भवति, अरुणत् इति भवति, अनन्तरं वावसाने इति सूत्रेण अरुणत् इति भवति. अत्र सिपि अत्र मध्यमपुरुषे अरुणत् अरुणद् एव भवति, अनन्तरम् अत्र अरुणत् अरुणद् भवति, अनन्तरम् अत्र अरुणद् दकारः अन्ते अस्ति, अतः दश इति सूत्रस्य प्रसक्तिः अस्ति इति चिन्तयामि. अत्र दश इति सूत्रेण अत्र रेपः भवति, अतः अरुणर् इति भवति, अनन्तरं करावसानयोर्विसर्जनीयः इति सूत्रेण रेपस्य स्थाने विसर्गादेशः भवति, अतः अरुणः रूपं मध्यमपुरुष मध्यमपुरुषे एकवचने अरुणः अरुणत् अरुणद् इति भवति, प्रथमपुरुषे अरुणत् अरुणद् भवति. सम्यक् सम्यक् सम्यक् इत्युक्ते सिपिपरे क्रमः कः? प्रथमतया दश अथवा जलां जस्यन्ते, द्वयो मध्ये किं? प्रथमतया तु जलां जस्यन्ते खलु, जलां जस्यन्ते, अनन्तरं अरुणद् इति भवति, अत्र जकारः अस्ति, अतः दश इत्यस्य सूत्रस्य प्रसक्तिः अस्ति, अतः जकारस्य स्थाने रेपः आदेशः भवति, अरुणर् इति भवति, अरुणः इति भवति, करवसानयोर्विसर्जनीयः तर्हि यस्मिन् पक्षे दकारः अस्ति तत्र विकल्पेन वावस्थाने इत्यनेन सर्त्वं खलु. सत्यं सत्यम्. अस्तु सम्यक्. अस्तु तर्हि इदानीं किं तत्र सूर्यकुमारी भगिनी अग्रे वदति वा? भुज् धातु, भुज् धातु अस्ति, अडागम चेत् अभुनज् भवति, प्रथमं रुदादिगण अस्ति चेत् भुनज् भवति, तदनन्तरम् अभुनज्, अभुनज् योगः ता तत्र तकारलोपः भवति, हल्नाभोदीर्घसूति सी प्रुक्तलः इत्यनेन अभुनज् योग पदम् अस्ति. सोः कुः इत्यनेन अभुनग् भवति, वावसाने इत्यनेन अभुनक् भवति, सकारपरे मध्यमपुरुषसकारपरे तदेव भगिनि अभुन् अभुनग् अभुनक्. सम्यक् सम्यक्. व्रश्च व्रश्च सृज मृज यज राजप्राज अत्र नास्ति. आम् समीचीनम्. अस्तु अस्तु सम्यक्. तर्हि अग्रे किं वंसि भगिनी वदति वा? शिश् धातुः शिश् अस्ति किल. अस्तु शिश् तत्र तु प्रथमं विक्रणप्रत्ययः आगच्छति, शिनश् इति भवति रुदादिभ्यः श्लम् श्लम् इत्यनेन शिनश् इति भवति. शिनश् सकारान्तधातुः अस्ति, परन्तु यत् सूत्रं जलां जश्नोते एव कार्यं करोति इति चिन्तयामः. शिनश् तत्रापि नास्ति, अतः तत्र जलां जश्नोते एव कार्यं करोति. शिनश् इत्यस्य मूर्धन्यषकारस्य स्थाने मूर्धन्य आदेशः तृतीयवर्णः आदेशः भवति, दकारः आदेशः भवति. प्रथमं तु अडागमः भवति, अशिनश् इति भवति, अशिनश् तस्मात् अशिनड् इति भवति, अशिनट् इत्यस्मात् चर्त्वं भवति वा अवसाने इत्यनेन अशिनट् तकारः भवति. सिपि परे अपि सकारस्य लोपः भवति, तस्मात् तदेव कार्यं भवति, षकारः तदेव भवति भगिनि, अशिनड् अशिनट् इति रूपद्वयं भवति इति चिन्तयामि. आमां सम्यक् सम्यक् समीचीनं समीचीनं सम्यक् अस्ति. तर्हि शोभा भगिनी रिच् धातुः ऋणच्. आं भगिनि, रिच् धातुः तत्र श्लम् इत्यनेन नक न मध्ये आगच्छति, ऋणच्, किन्तु तत् रेपस्य निमित्तेन नत्वं भवति ऋणच्. इदानीम् अट् योगः ऋणच् योगः तकारस्य लोपः हल्ण्याभ्यो दीर्घात् सुतिस्य प्रोक्तं हल् इत्यनेन अरिणच् योगः किम् अरिणच् इति अरिणच् इत्यत्र चकारान्तधातुः अतः चोः कुः इत्यनेन तत्र ककारादेशः भवति चकारस्य अरिणक् अरिणक् इति भवति तदनन्तरं इदानीं तत्र जष्त्वं कृत्वा किं वावसाने जष्त्वं कृत्वा अरिणग् इति अपि रूपं भवति तर्हि अरिणक् अपि अरिणग् इति रूपद्वयं भवति तत्र सिपिपरे हा सिपिपरे समानकार्यं यतोहि तत्र दकारान्तधातुः न भवति प्रक्रियायां सकारान्त नास्ति अतः समानकार्यम् ओके ओके सम्यक् सम्यक् अस्तु अग्रे अनिमा भगिनी उद् उनद् योगः उनद् योगः तकारः वृद्धिः भवति औनद् योगः तकारः हज्ञाभ्यो दीर्घ तेन तकारः गच्छति औनद् इति भवति प्रथमतया किं भवति तत्र उनद् इत्यत्र किं भवति प्रथमतया सा किञ्चित् इतोपि वदतु अकार अट्टागमः भवति किल अट्टागमः नास्ति तत्र आटश्च वृद्धिः भवति न प्रथमतया किं भवति केन सूत्रेण आडागमः केन सूत्रेण लङ् लुङ् न इति नास्ति न तादृशं न आडाजादीनाम् इत्यनेन आडागमः अस्तु आटजादीनाम् इत्यनेन आटागमः आटश्च वृद्धिः भवति तेन औ इति भवति औनद् इति भवति वावसाने औनत् इति भवति सिपिपरे एवमेव औनद् औनत् भवति अन्यः विकल्पः अस्ति दश्च रुः सिपि अतः औनरुः इति भवति अनन्तरम् औनः औनः इति भवति अस्तु सम्यक् समीचीनं समीचीनं धन्यवादः तर्हि इदानीम् अग्रे उमा भगिनी अस्ति वा भगिनि धनि मौनं वा अहम् अस्मि किन्तु कम्प्यूटर् न चलति तस्मात् सेल्फोन् मध्ये अहमस्मि अहं श्रोति किन्तु कथं म्यूट् करना कथम् अन्म्यूट् करना ऐ नो नथिङ्ग् अबौट् आल् दिस् ओके ओके चिन्ता नास्ति वक्तुं वक्तुं वक्तुम् इच्छति वा वक्तुम् इच्छति वा प्रयत्नं करो धातु हिन्स् हिनस् हिन्स् हिनस् हिनस् अत्र अडागमः हिनस्ति अडागम आगच्छति सो आ हिनत् अहिनस् अहिनस् अहिनस् अस्ति तकारः आगच्छति सत्यम् अहिनस् एव सति सकारस्य अन्ते चेत् सकारान्तपदमस्ति चेत् किं भवति सकारस्य टिप्यनस्ते इति एकं सूत्रमस्ति खलु किं भवति तेन स्मरामि पदान्तसकारस्य तकारादेश तकारस्य स्थाने तकारादिक अकिनत् आगच्छति देन् सत्त्वम् इति आगच्छति अकिनत् तर्हि तर्हि रूपद्वयमस्ति सम्यक् सम्यक् सिपि परे सिपि परे सिपि परे सकार सकारस्य स्थाने सिपि पर किं करें सिपि पर किं करें सिपि धातो रूर्वा इति सूत्रमस्ति खलु तर्हि कथकः सायं करोति तत्र शोभा भगिनी सायं शोभा भगिनी सायं करोतु आं भगिनि इदानीं तत्र इदानीं तत्र यावत्पर्यन्तं यावत्पर्यन्तं गतं भगिनि तत्र तत्र सिपि परे सिपि परे इत्युक्ते हिलस् इति प्राप्तम् उमा भगिनी म्यूट् मध्ये भवतु अहिनस् योगः सिपि हिनस् योगः सिपि अस्तु हिनस् सकारान्तधातुः भवति इदानीं सकारान्तधातूनां कृते तिप्यनस्तेः अपि च सिपि धातोर् धातोः रुवा इति सूत्रद्वयं तर्हि सिपि परे तु अस्तु सिपि परे इति इदानीं किं भवति कार्यम् इति सिपि परे धातोः ऋत्वं भवति विकल्पेन तर्हि तत्र हिनस् योगः अहिनस् अहिनस् अहिनस् अहिनस् इत्यत्र अहिनर् इति विकल्पेन भवति तर्हि तदनन्तरं खरवसानयोर्विसर्जनीयः इत्यनेन रेफस्य विसर्गादेशः अतः अहिनः इति भवति तर्हि तत्र अहिनस् अहिनः इति रूपं भवति तत्र सिपि परे एव तदेव कार्यं तत्र यतोहि तिपि परे एकमेव रूपं वा न तिपि परे सकारान्तधातोः इदानीं तिप् तिप् अनस्तेः इत्यस्य अपि कार्यं भवति तत्र भगिनि तदुक्तवती इदानीं सिपि केवलं सिपि परे वदतु केवलं सिपि परे तर्हि तत्र विकल्प सिपि परे तु वैकल्पिकरूपम् अतः तत्र यत् तिप्यनस्तेः इति प्राप्तं तस्य अपि प्रसक्तिः अतः सिपि धातो रुर्वा तिप्यनस्ते नास्ति सिपि परे सिपि धातो रुर्वा हा सिपि परे तु अहिन किम् अहिन अहिनः इति भवति अथवा अथवा तत्र अन्यत् कार्यं सकारस्य दकारादेशः अपि भवति अतः अहिनद् अहिनः इति भवति खलु भगिनि अहिनद् इति भवति अनन्तरं तत्र चर्तुम् अहिन अस्तु अहिनद् भवति चेत् तत्र पुनः चर्तुमं भवति अहिनद् इत्यस्य अहिनत् इति अपि भवति अहिनद् अहिनत् सिपिधातोरुर्वा इत्यनेन अहिनः इति भवति सम्यक् सम्यक् समीचीनम् उमा भगिनी अवगतं वा भवत्या उमा भगिनी अवगतम् अवगतम् अवगतम् किं किम् उक्तवती उक्तवती नास्ति चिन्ता नास्ति ओके ओके ओके ओके तर्हि इदानीम् अग्रे गच्छामः इदानीं बिनद् इति धातुः तत्र सर्वैः उक्तं खलु द्विवारं तत्र कोऽपि अस्ति वा अथवा उक्तवान् अस्तु अस्तु तर्हि इदानीं तत्र अरुणा भगिनी आरम्भतः तत्र बिद् बिनद् इति धातोः रूपम् बिनद् एकनिमिषं भगिनि भिन्नद् अत्र पदागम आगच्छति अभिनद् अभिनद्युगः सकार गुण गुणकार्यं नास्ति तकारलोपः भवति अवनाभ्योदितः इतरेण अनिद् भवति अनिद् पदसंज्ञा भवति अभिनद् अभिनद् अभिनत् अभिनत् भवति दकारस्थाने अवसाने इति सूत्रेण तकार भवति अभिनद् अभिनद् भवति सिपि परे अपि विकल्पेन सिपि धातौ रूर्व इति सूत्रेण न अत्र स्थिति धातो रूर्वा तु सकारान्तपदमस्ति चेत् दकारान्तपदमस्ति चेत् न भवति खलु तिप्यनस्ति तदपि सकारान्तं सकारान्तमस्ति चेत् सिपि परे तिपि परे इति तिप्यनस्ते इति तिपि परे सिपि धातो सिपि धातो रूर्वा इति तु सिपि परे अत्र तु दकारान्तं पदमस्ति बिनद् इति तर्हि दकारान्तमस्ति चेत् केवलं दश्च एव कार्यं करोति दश्च कार्यं करोति भगिनि आं दश्च कार्यं करोति तर्हि रु आदेशः भवति खलु दकारस्य स्थाने रु आदेशः करवसनयोः विसर्गः भवति स्वस् अभिनः सकारः चेदपि सामान्यमेव अभिनः अभिनद् अभिनत् अभिनद् इति अस्ति तत्र दश्च इत्यनेन एकस्मिन् पक्षे रु अन्यस्मिन् पक्षे दकारः यदा दकारादेशः भवति तदानीं विकल्पेन चर्त्वमपि भवति भावसानि इत्यनेन इति कृत्वा त्रीणि रूपाणि सिपि अस्ति चेत् अत्र समानकार्यमेव भगिनि सिपि अस्ति चेदेव एतादृशकार्याणि तिपि अस्ति नास्ति तिपि अस्ति चेत् तत्र तु एतादृशकार्याणि नास्ति तत्र केवलं जलां जश्वन्ते वा अवसाने अभिनद् अभिनद् इति एव सिपि परे एव एतादृशविशिष्टकार्यं दश्च इति कार्यम् ओके अस्तु तर्हि इदानीम् उषाभग्नि अग्रे त्रिणाः त्रिणेः इति धातुः धातु तृणक् इति प्रथमम् अनन्तरं तृणः इम् इति सूत्रेण तृणेः भवति तृणेः लङ्लकाररूपं प्रथमम् अडागमः अतृणेः युगः तकारः हल्ङ्याभ्यो दीर्घातुतुस्य पृक्तं हल् इत्यनेन तकारलोपः अतृणेः भवति हकारान्तधातु होडः इति सूत्रस्य कार्यं भवति अतृणेड् भवति अतृणेड् अनन्तरं जलां जशोन्ते इत्यनेन जष्ट्वं भवति ढकारस्य स्थाने डकारादेशः अतृणेड् भवति अनन्तरं वावसाने इत्यनेन चर्त्वम् अपि भवति अतृणेड् इति अतृणेट् भवति सो अतृणेड् अतृणेट् रूपद्वयम् अस्ति तकारात् परः अनन्तरं सकारात् परः मध्यमपुरुषः अपि समानरूपद्वयम् अपि अस्ति अतृणेड् अतृणेट् सम्यक् सम्यक् सम्यक् तर्हि इदानीं यङ्ग्लुकी इत्यस्मिन् विषये तत्र लालभ् लालभ् इति धातुः अस्ति, तस्य विषये किञ्चित् लिखितमस्ति, तद्वयं पठामः. अस्तु भगिनि, धन्यवादः. इदानीं विजयलक्ष्मी भगिनी किञ्चित् पठति वा अत्र यङ्ग् लुकि. आं भगिनि, यङ्ग् लुकि लबि अवस संश्रणे श्रंसने भ्वादिगणे, तत्र स्टार् अस्तु भ्वादिगणे लब् इति तो नुम् धातोः इति लम्ब् लन्ब् इति भवति, नश्च पदान्तस्य झलि इति लम्ब् अनुस्वर लम्ब् इति भवति, अनुस्वारस्य यै परसवर्णः इति लम्ब् इति भवति, लटि लम्ब् योगः शप् योगः ते लम्बते इति रूपं भवति. अत्र लङि लङि अलम्ब् योगः अ योगः त अलम्बत आत्मनेपदीधातु अस्तु. हल् सन्धेः अभ्यासस्य अवसरो नास्ति यतोहि अङ्गम् अदन्तम्. अत्र लबि अवस्रं श्रंसने इत्यत्र स्टार् अस्ति, स्टार् इत्यस्य अर्थः अवस्रंसनम् इति अधः पतनम् अस्तु, तस्य अर्थः. यङ् लुकि लबि इति धातु अवस्रंसने इत्यस्य अर्थः भवति अधः पतनम् इति. लबि इत्यस्य भ्वादिगणे लबि इत्यत्र इकारः लोपः भवति. किं भगिनि सूत्रं मनसि एव नायाति? अनु इकारः उपदेशे अजननासिक इत् उपदेशे अजननासिक इत् इति सूत्रेण अनुनासिक इकारस्य लोपः भवति. लब् इति धातु तत्र लबि इति इदित् अस्ति इति कृत्वा इदितो नुम् धातोः इति सूत्रस्य प्रसक्तिः अस्ति. नुम् नुम् आगमः भवति, नुम् आगमः मकारः अस्ति, आगमे मकारः अस्ति इति कृत्वा कुत्र आयाति? अन्तिम अच् वर्णात् परम् आयाति. अतः लन्ब् इति नुमागमः भवति. इदानीं नश्च पदान्तस्य झलि इति सूत्रेण नकारस्य अनुस्वारादेशः भवति. अनुस्वारस्य ययि परसवर्णः इति बकारः, बकारस्य सवर्णः मकारः अनुनासिकवर्णः लम्ब् इति भवति. लट् लकारे लम्ब् योगः शप् योगः ते लम्बते इति रूपम्. लङ् लकार लङि अडागमः भवति आदौ, अलम्ब् इति अङ्गं, तत्र अकार शप् योगः त, अत्र आत्मनेपदी धातु अस्ति इति कृत्वा त इति त आयति. अत्र अदन्तम् अस्ति अङ्गं, सोरि अलम्बत इति रूपे अदन्तं हल् सन्धि अत्र न भवति यतोहि अलम्बत इति अस्ति, अतः अत्र हल् सन्धेः अवसरः नास्ति. अलम्बयोगः त इति प्रसङ्गे तत्र वदति अलम्बयोगः त, तत्र अदन्तम् अङ्गमस्ति इति कृत्वा अत्र हल् सन्धेः प्रसङ्गः एव नास्ति. अलम्बत इति अन्तिमरूपम्. सम्यक् सम्यक्, अस्तु भगिनि, धन्यवादः. इदानीम् अग्रे सरस्वती भगिनी, यङ्ग्लुकि किन्तु. आं भगिनि, यङ्ग्लुकि किन्तु लभि लब् भवति इदितोनुं धातोः इत्यनेन लन्ब् भवति, नकारः आगच्छति, नश्चापदान्तस्य झलि इत्यनेन अनुस्वारः, अनुस्वारस्य ऐ परसवर्ण इत्यनेन मकार, तर्हि लम्ब धातु, यङ् लुकि रूपं लालम्ब इति धातुः. पुनः वक्तव्यं किम्? एतत्तु इदानीमेव अभवत् खलु, अग्रे गच्छामि भगिनि. आमामाम् अग्रे गच्छतु, अग्रे गच्छतु. अस्तु, तर्हि लालम्ब इति नूतनः धातुः अस्ति, तर्हि लङि रूपं तत्र पुनः लबितः लब् उपदेशे जननासिक इत्यनेन इकारस्य लोपः, इदितोनुं धातु धातोः तथा मिदचुन्त्यात् परः इत्यनेन अनुमागमः, अनुमागमः भूत्वा तत्र केवलं नकार अवशिष्यते, अतः लन्ब् एवं भवति। नशापदान्तस्य झलि इत्यनेन नकारस्य स्थाने अनुस्वारः, अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने इदानीं परसवर्णः, बकारस्य परसवर्ण मकार आगच्छति, लम्ब भवति, लालम्बरूप भवति यङ्लुकि। लङ्लकारस्य प्रथमपुरुष एकवचने अलालम्ब इत्युक्ते अडागम भूत्वा तत्र तकार आगच्छति तत् प्रत्ययस्य स्थाने, तर्हि अलालम्ब योगतकार, तकारस्य हल् न्याभ्योदीर्घ श्रुतिस्य प्रक्तं हल् इत्यनेन लोपः, अवशिष्यते अलालम्ब, अलालम्ब पदसंज्ञायां सत्यां संयोगान्तस्य लोपः, तत्र मकारबकारस्य संयोगः अस्ति अन्ते, अतः संयोगान्तस्य लोपः इत्यनेन बकारस्य लोपः भूत्वा अलालम् भवति। इदानीं मकारान्तधातु भवति, मकारान्त पदमस्ति, अतः मोनो धातोः इत्यनेन मकारान्तस्य धातोः पदस्य नकारादेशः भूत्वा अलालन् भवति। अस्तु भगिनि, अग्रे पठामि किम्? भगिनि आमामां धन्यवादः भगिनि, सम्यक्तया उक्तवती, मम कनेक्षन् भग्नः जातः। ओके, पद्मनाभन् महोदय चिन्ता नास्ति महोदय, अहं प्रति उत्तरं दातुम् इच्छामि चाट् माध्यमेन, मम कनेक्षन् भग्नः जायते इति कृत्वा दातुं न शक्नोमि। अस्तु, तर्हि सम्यक् अस्ति भगिनि, तर्हि अत्र इदितो इत्युक्ते तत्र इदितोनुं धातोः प्रसङ्गः कथं भवति, सामान्यधातुः वा यङ्लुगन्धधातुः वा इति अत्र द्रष्टुं शक्नुमः। अलालम्ब् इति धातुः सिद्धः, तर्हि अलालम्ब् इति धातोः प्रसङ्गे, तर्हि तत्र आदौ तत्र मकारबकारतकारः इति एतेषां संयोगः वर्तते, मकारबकारयोः संयोगः, बकारतकारयोः संयोगः, तर्हि संयोगान्तस्य लोपः इति सूत्रस्य प्रसङ्गः अस्ति तत्र, परन्तु तत्प्रबाद्य हल्न्याभ्यो दीर्घस्तुतिस्य प्रत्यं हल् इत्यनेन तप्रत्ययस्य लोपः अलालम्ब् इति इदानीं पदम्। तर्हि मकारबकारयोः संयोगः वर्तते, तर्हि संयोगान्तस्य लोपः इत्यनेन बकारस्य लोपः, अलालम् इति सिद्धं, तर्हि मोनोधातोः इत्यनेन मकारस्य नकारः इति एवं रीत्या वयं चिन्तयितुं शक्नुमः। परन्तु अत्र प्रक्रियायां दोषः अस्ति, कः दोषः अस्ति सरस्वती भगिनी? केवलम् अत्र यादृशप्रक्रिया प्रदर्शिता तदाधारीकृत्य कः दोषः अस्ति तत्र, यानि सूत्राणि प्रदर्शितानि तदाधारीकृत्य दोषः अस्ति वा न वा? त्रिपाद्यः अस्ति किं किमपि? एकनिमिष, इदितोनुं धातु तु सपादसप्तादः, नश्चापदान्तस्य झलि त्रिपादी अस्ति, पुनः तत्र आलम्बकार सकार तद् हल् न्याभ्यदीर्घस्तुतिस्य प्रोक्तं हल् तु बकार अस्ति एव, यदि तत्र नश्चापदान्तस्य झलि तथा अनुस्वारस्य ययि परसवर्णः न भवति तर्हि बकारः तु अस्ति तत्र, परन्तु नश्च संयोगान्तस्य लोपः त्रयोविंशतिसूत्रमस्ति न द्वितीयपादस्य, तथा नश्चापदान्तस्य झलि तृतीयपादस्य सूत्रमस्ति, तर्हि नश्चापदान्तस्य झलि संयोगान्तस्य लोपः तस्य कार्यं न पश्यति एव, तर्हि तत्र तर्हि नश्चापदान्तस्य झलि तथा अनुस्वारस्य ययि परसवर्णः एतयोः कार्यं न दृश्यते संयोगान्तस्य लोपः इति सूत्रं द्रष्टुं न शक्नोति, तर्हि तत्र तु नकार एव अस्ति. नकारः अस्ति तर्हि तत्र नकारः अस्ति चेत् नकारबकारयोः संयोगः भवति. नकारबकारयोः संयोगः भवति तर्हि मोनोधातोः कार्यं न भवति, एवं भगिनि? आमां, नकारबकारयोः संयोगः अस्ति चेत् संयोगान्तस्य लोपः इत्यनेन बकारः लुप्यते लुप्यते, तथा मोनो धातोः कार्यमेव नास्ति, यतोहि मकारान्तधातुः एव नास्ति, नकार एव अस्ति, तर्हि अलालन एव तथैव सिद्ध्यते, न तु मोनोधातोः सूत्रेण. इति दोषः अस्ति तत्र, इति दोषः अस्ति. एवं रीत्या वयं कुर्मः चेत् यद्यपि रूपम् इष्टरूपम् अस्ति परन्तु प्रक्रियायां दोषः अस्ति. अत्र तु सम्यक् रूपं लब्धं परन्तु तत्र सम्यक् रूपं लभ्यते इति नास्ति, इति दोषः अस्ति. समीचीनं समीचीनं, धन्यवादः. इत्युक्ते अत्र अष्टापदान्तस्य जलि अत्र इदितोनुं धातोः इति सूत्रं प्रथमतया वयं कुर्मः, तदाधारीकृत्य यदा नुमागमः आगतः तदानीं नष्टापदान्तस्य जलि अनुस्वरस्य यै परसवर्णः इति सामान्यतया वयं कुर्मः. तत्र लट्लकारे यदा लम्बते इति रूपं वा लङ्लकारे अलम्बत इति रूपं वा तत्र क्लेशः नास्ति, यतोहि तत्र संयोगान्तस्य लोपः इत्यस्य अवसरः नास्ति, हल्सन्देहे अवसरः नास्ति तत्र. परन्तु यङ्लुगन्तधातोः प्रसङ्गे हल्सन्देहे अवसरः अस्ति, संयोगान्तस्य लोपः इत्यस्य अवसरः अस्ति. तर्हि तत् सूत्रमपि त्रिपादीसूत्रमस्ति, तत्तु द्वितीयपादे अस्ति. नष्टापदान्तस्य जलि अनुस्वरस्य यि परसवर्णः इति तु तृतीयपादे चतुर्थपादे च अस्ति इति कृत्वा संयोगान्तस्य लोपः इति सूत्रस्य दृष्ट्या नष्टापदान्तस्य जलि अनुस्वरस्य यि परसवर्णः इति द्वयोः कार्यं न जातम्, तस्य अस्तित्वं नास्ति. अतः संयोगान्तस्य लोपः इति किं पश्यति इति चेत् अलालन्द् नकारबकारः एव पश्यति. तर्हि नकारबकारयोः संयोगं दृष्ट्वा पदान्ते संयोगान्तस्य लोपः इति बकारस्य लोपं करोति, तर्हि अलालन् इति रूपं साक्षात् लभ्यते. अतः अत्र अस्यां प्रक्रियायां दोषः अस्ति इति तदेव तत्र चर्चा अस्ति अग्रे. तर्हि तत्र पद्मनाभन् महोदय पठति वा अग्रे इति चिन्तने सति. अत्र पदान्तस्य जलि अनुस्वारस्य ययि परसवर्ण द्वयोग सूत्रयोग अङ्गकार्यम् अस्ति खलु, किं नष्टापदान्तकार्यं भवितव्यं, किम् अङ्गकार्यं? यदा यदा नुमागमः भवति धातोः अन्ते लबि इति लब् इत्यस्य नुमागमः भवति लम्ब् इति, अनन्तरम् अङ्गकार्य सन्धिकार्यम् अङ्गकार्यस्य निमित्तं भवति खलु. नष्टापदान्तस्य जलि नष्टापदान्तस्य जलि अङ्गकार्यं नास्ति, अनुस्वरस्य यै परसवर्णः अपि अङ्गकार्यं नास्ति, त्रिपाद्याम् अस्ति, सन्धिकार्यम् अस्ति, सन्धिकार्यम्. अनन्तरं यदा लालम्ब् इति अङ्गक अङ्गं प्राप्तं सन्धिकार्यं भूत्वा तदनन्तरं लङि तकारः आगच्छति खलु, अनन्तरमेव आगच्छति, तदा तत्र पश्यतु पश्यतु, यद्यपि धातुपाठे लम्ब् इति रूपं प्रदर्श्यते परन्तु तत्तु केवलं धातुपाठ अवसरे, परन्तु यदा प्रक्रियार्थं वयं धातुम् आनयामः तदानीं तत्र केवलम् इदितोनुं धातोः इति अनैमित्तिकम् अस्ति इति कृत्वा तत् कार्यं कुर्मः, तदनन्तरं साक्षात् नष्टापदन्तस्य जलि अनुस्वरस्य यि परसवर्णः इति सूत्रद्वयं न कुर्मः, यतोहि तत् सूत्रं तु त्रिपादीसूत्रम् अस्ति, तस्मात् पूर्वं संयोगान्तस्य लोपः इति अस्ति खलु, अतः सूत्रद्वयं न कुर्मः, तर्हि अलालन्ब् इति एव वयं कार्यं कुर्मः खलु. यतोहि तत् सूत्रं परसूत्रं परत्रिपादीसूत्रं पूर्वत्र सिद्धम् इति असिद्धम् अस्ति इति कृत्वा यदा तत्र अलन्द् इति तत्र नुमागमः इदितोनुं धातोः इति नुमागमः आगतः तदानीं तत्र त्रयाणां सूत्राणां वस्तुतः त्रयाणां सूत्राणां प्रसक्तिः अस्ति. यदा हल्न्याभ्यो दीर्घसुतिस्य प्रत्यं हल् इति सूत्रेण प्रत्ययस्य लोपः जायते तदानीं त्रयाणां सूत्राणां प्रसक्तिः अस्ति, इत्युक्ते वस्तुतः तयोः सूत्रयोः प्रसक्तिः, नश्चापदान्तस्य जलि संयोगान्तस्य लोपः, तर्हि द्वयोः मध्ये नश्चापदान्तस्य जलि इति सूत्रम् असिद्धं परसूत्रम् इति कृत्वा असिद्धं, तर्हि साक्षात् संयोगान्तस्य लोपः इत्यनेन बकारस्य लोपः, तत्र नकारः अस्ति, इदानीं नश्चापदान्तस्य जलि इत्यस्य अवसरः नास्ति यतोहि पदान्ते नकारः अस्ति, नश्चापदान्तस्य जलि तु अपदान्तनकारः इति कृत्वा इदानीं नश्चापदान्तस्य जलि अनुस्वरस्य एव परसवर्णः इति अनयोः अवसरः एव नास्ति. अपि च अनन्तरं मोनोधातोः इत्यस्य अपि अवसरः नास्ति. ओके, अस्तु, इदानीम् अवगच्छामि. अस्तु अस्तु, शोभा भगिनी क्षम्यतां, वदतु भगिनी, इतोपि प्रश्नः अस्ति वा महोदय? नास्ति, चिन्ता भगिनि. तत्र यङ्ग् लुकि इत्यत्र लम्ब् इत्यस्य लालम्ब् इति केन सूत्रेण भवति भगिनि? किं यङ्ग् लुकि? तत्र यङ्ग् लुगन्तधातवः इति अस्ति खलु, तस्य द्वित्वं भवति लम्ब् लम्ब् इति भवति. तदनन्तरं तत्र किमस्ति हलादिशेषः इत्यनेन ल लम्ब् इति भवति, दीर्घोकितः इति एकेन सूत्रेण ला लम्ब् इति भवति. अस्तु अस्तु, धन्यवादः. तदेव अस्तु महोदय, प्रश्नः अस्ति वा? पद्मनाभन् महोदय, प्रश्नः अस्ति वा? न महोदय, इदानीं पठामि वा? पठामि वा? इति चिन्तने सति. श्रूयते महोदय? आं श्रूयते, पठतु. संयोगन्तस्य लोपः इत्यनेन अलालम्ब् अलालम् इति स्वीकुर्मः चेदपि प्रथमबिन्दुः इति चिन्तने सति वस्तुतस्तु अनेकसमस्याः इति समीचीनम् इति चिन्तने सति वस्तुतः तु अनेक समस्याः ताश्च एताः. प्रथमं संयोगन्तस्य लोपः इति त्रिपादिसूत्रं, नश्चापदान्तस्य जलि इति त्रिपाद्यामस्ति, अनुस्वारस्य ययि परसवर्णः इति चतुर्थे पादे अस्ति, च सूत्रद्वयं प्रति पूर्वसूत्रम्, अतः संयोगान्तस्य लोपः तु अलालम्ब् इत्येव पश्यति. अलालम् अलालम्ब् इत्यस्य एव बकारस्य लोपं करोति, येन अलालम् साक्षात् सिध्यति. अत्र दत्तमस्ति क्रमेण संयोगान्तस्य लोपः भवति, अनन्तरं नश्चापदान्तस्य जलि, अनन्तरम् अनुस्वारस्य ययि परसवर्णः. अतः प्रथमतया संयोग त्रिपाद्यां यत् सूत्रमस्ति प्रथमं तदेव प्रवर्तनीयम्, अतः संयोगादश्च लोपः इत्यस्य प्रसक्तिः एव अस्ति. तद् स्वीकुर्मश्चेत् अत्र अलालम्ब् इत्यस्य बकारस्य लोपः भूत्वा अलालन् इति भवति इति अत्र साक्षात् अलालन् इति रूपं सिध्यति इति अत्र दत्तमस्ति. सम्यक् सम्यक्, समीचीनं समीचीनं, धन्यवादः महोदय. इदानीम् अग्रे वंशीभगिनी अग्रे अग्रे पठति वा? संयोगान्तस्य लोपः. आं भगिनि, संयोगान्तस्य लोपः अष्टमाध्याय द्वितीयपादे त्रयोविंशतितमं सूत्रम् इत्यनेन अलालम्ब् अलालम् इति स्वीकुर्मः चेदपि निमित्तापाय नैमित्तिकस्य नैमित्तिकस्यापि अपायः. बकारः तु अनुस्वारस्य मकारस्य च निमित्तं, बकारः तु अनुस्वारस्य मकारस्य च निमित्तं, तस्य अपाये नैमित्तिकस्य अपि अपायः. अनेन मकारः पुनः नकारः भवति अलालन् इति अस्ति. अस्तु, अग्रे यद्वाक्यमस्ति तदपि पठतु. नाम निमित्तस्य निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः. निमित्तम् इत्युक्ते कारणं, नैमित्तिकम् इत्युक्ते फलम्, अपायः इत्युक्ते अभावः. अस्तु, तत्र संयोगान्तस्य लोपः इति तत्र पूर्वसूत्रमस्ति त्रिपाद्याम्, अतः तस्य एव प्रथमं कार्यं भवति इति अवगन्तव्यम् अस्ति. ततः तत्र अलालम्ब् इति यदा भवति, बकारस्य लोपः भवति, अन्ते संयोगान्तस्य लोपः इत्यनेन अलालम् इति भवति. यदि अलालम् इति भवति, तत्र निमित्तापाय नैमित्तिकस्य अपायः इति किं कारिका अस्ति वा, न चेत् वार्तिकमस्ति वा भगिनी? एतत्तु इति वचनम् इति वचनम् इति वचनम् इति बहु प्रसिद्धवचनम् अस्ति विश्वविद्यालयेषु सर्वत्र एतादृशपाठः भवति निमित्तपाय नैमित्तिकस्य अपि अपायः इति पाठः बहुत्र भवति परन्तु वस्तुतः अत्र वयं पश्यामः चेत् व्याख्यानेषु वस्तुतः एतादृशं किमपि वचनं नास्ति इति एव वदन्ति निमित्तपाय नैमित्तिकस्य अपि अपायः इति तादृशवचनं किमपि नास्ति इति वदन्ति यद्यपि तादृशप्रयोगः दृश्यते तदर्थं तस्य स्थाने तत्र परिभाषायाः प्रयोगः अकृतव्यूहाः पाणिनीयाः इति एवं रीत्या अतः कथञ्चित् वा भवतु समर्थनं क्रियते तावदेव अस्तु तत्र मुख्यवाक्यमस्ति एतत्तु अस्तनिमित्तम् इत्युक्ते कारणमिति अस्ति निमित्त अपाये इत्युक्ते अभावः नैमित्तिकम् इत्युक्ते तत्र तस्य फलमस्ति नैमित्तिकस्यापि अपायः इत्युक्ते तदपि तस्यापि अभावः अस्ति इति तत्र वाक्यस्य अर्थः अस्ति तत्र बकारः यत् अलालम् इत्यस्मिन् यः बकारः अस्ति तत् तेन बकारेण तत्र बकारः तु अनुस्वारस्य मकारस्य च निमित्तम् अस्ति इति उक्तम् इत्युक्ते तत्र यदा नश्यापदान्तस्य चलि इत्यनेन तत्र अनुस्वारः भवति नकारस्य अनुस्वारः भवति तत्र लम्ब् इति भवति लम्ब् इति भवति तस्मात् अनुस्वारस्य परसवर्णः इत्यनेन अनुस्वारस्य मकारादेशः भवति इति तु पूर्वं दृष्टम् अतः बकारः तु निमित्तमस्ति तेन कारणेन एव तत्र अनुस्वारः अपि भवति मकारः अपि भवति अतः तत्र बकारः तु अनुस्वारस्य मकारस्य च निमित्तमस्ति तस्य अपाये इत्युक्ते यदा बकारः गच्छति संयोगान्तस्य लोपः इत्यनेन यदा बकारः गच्छति तत्र नैमित्तिकस्य अपि अपायः इत्यनेन तत्र अनेन मकारः पुनः नकारः इत्यनेन यत् मकारः अन्ते आगतं तत्र अनुस्वारस्य परसवर्णः इत्यनेन यद् यत् मकारः आदेशरूपेण आगतं तत्रापि मकारः न गच्छति मकारः अपगच्छति तस्मिन् स्थाने यः नकारः अस्ति तदेव अवशिष्यते इति उक्तम् अतः तत्र निमित्तं यदा गच्छति तत्र नैमित्तिकमपि स्वीकृत्य गच्छति इत्युक्ते फलमपि स्वीकृत्य गच्छति इत्येव अस्ति अतः तत्र निमित्तापाये नैमित्तिकस्य अपायः इत्यनेन तत्र अलालन् इत्येव अन्तिमरूपं भवति न तु तत् यद्यपि तत्र सूत्रं नश्यापदान्तस्य झलि इति सूत्रं न कार्यं करोति अन्तिमरूपं तु अलालन्नेव कार्यं भवति इति अवगन्तव्यमस्ति भगिनि समीचीनम् इत्युक्ते सम्यक् इत्युक्ते तत्र धातुपाठे यद्यपि नश्यापदान्तस्य झलि अनुस्वरस्यै परसवर्णः इति कार्यद्वयं स्वीकृत्य रूपं प्रदर्श्यते लम्ब् इति अत्र अल किं किं लौकिकधातुः अलालम्ब् इति अथवा लम्ब् इति तर्हि एतादृशप्रसङ्गे यत्र हल्सन्धिकार्यस्य अवसरः भवति तत्र एतादृशक्लेशाः भवन्ति लटि अथवा लङ्गि क्लेशः नास्ति परन्तु यत्र हल्सन्धेः अवसरः अस्ति तत्र एतादृशक्लेशाः भवन्ति तदर्थं वयं किं वदामः इति चेत् अत्र वस्तुतः मार्गभिन्नभिन्नमार्गाः प्रदर्शिताः एकं तु नश्यापदन्तस्य जलि अनुस्वरसेयि परसवर्ण इति सूत्रद्वयम् असिद्धम् इति कृत्वा तत् कार्यमेव न कुर्मः साक्षात् अलालन्ब् इति स्वीकृत्य वयम् अग्रे गच्छामः इति एकः मार्गः तदानीं साक्षात् अलालन् इति सिद्ध्यति द्वितीयमार्गः किम् अस्ति इति चेत् तत्र नश्यापदन्तस्य जलि अनुस्वरसेयि परसवर्ण इति सूत्रस्य कार्यद्वयमपि जातम् धातुपाठे तथा प्रदर्शितम् अतः जातं तर्हि अलालम्ब् इति स्वीकृत्य संयोगान्तस्य लोपः इत्यनेन लोपं यदा कुर्मः बकारस्य तर्हि बकारः एव निमित्तम् अस्ति यस्य कारणेन तत्र अनुस्वारः अनन्तरं मकारः जातः इति कृत्वा निमित्तं कारणं गतम् इति कृत्वा कार्यमपि न भवति इति कृत्वा तत्र मकारादेशः न भवति पूर्वं नकारः एव आसीत् इति कृत्वा नकारः एव तिष्ठति इदानीं कारणं नास्ति बकारः कारणं नास्ति पार्श्वे कारणाभावे कार्याभावः इति कृत्वा कार्यमपि अपगच्छति अतः नकारः अलालन् इति साक्षात् सिद्ध्यति इति एकः मार्गः प्रदर्शितः अस्ति एतादृशमार्गः बहुत्र पाठ्यते एतादृशमार्गम् आधारीकृत्य बहुत्र पठनं भवति इदानीं तृतीयः मार्गः अपि अत्र अस्ति तद्वयम् अग्रिमसप्ताहे प पठिष्यामः, अत्र समयः अतीतः. तर्हि तृतीयः मार्गः कः इति वयं पश्यामः, अन्ततो गत्वा कथं व्यवहारः भवेत् इति अपि पश्यामः. अस्तु, अत्र स्थगनं कुर्मः वा? कोऽपि संशयः? धन्यवादः भगिनि. धन्यवादः. नमस्कारः. नमस्कारः.